नमस्कारः सर्वेषाम्, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङ् लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति पाठः अनुवर्तते। तत्र वयम् अजन्तधातुः पर्यन्तं दृष्टवन्तः। अनन्तरं सप्ताहद्वये वयं धातुपाठे हल् सन्धिः इत्यस्मिन् विषये अपि पुनरावलोकनं कृतवन्तः। अतः अद्य प्रायः वयं रूपसाधनं साक्षात् कर्तुं शक्नुमः इति चिन्तयामि। तत्र हलन्त यङ् लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि, तत्र स्तरद्वयमस्ति, अङ्गकार्यं सन्धिकार्यं। यदा वयं सर्वदा पश्यामः अत्रापि अङ्गकार्यमस्ति सन्धिकार्यमस्ति। तत्र विभजनं पञ्चश्रेणिषु विभजनं कृतमस्ति। सामान्यधातवः यत्र उपधायां लघु इक्वर्णः नास्ति, लघुपददातवः, लघुपददातवः अस्ति चेत् अत्र गुणकार्यस्य सम्भावना। अनिदित् दातवः, सम्प्रसारिणः दातवः, अनुनासिकान्तदातवः इति। तत्र प्रथमप्रकारद्वयं यद् अस्ति तत्र तद् प्रथमं पठित्वा, इत्युक्ते सामान्यदातवः यत्र उपधायां लघु इक्वर्णः नास्ति, लघु उपददातवः एतस्मिन् विषये वयं प्रथमं पठामः। अनन्तरं वयम् अनिदिद्धातुः, सम्प्रसारणीधातु, अनुनासिकान्तधातूनां रूपाणि साधयामः। तत्र यथा उपधायां लघु इक् वर्णः वर्णः नास्ति चेत् सङ्गकार्यमपि न भवति, साक्षात् सन्धिकार्यमेव करणीयं, तद् वयं जानीमः। लघुपदधातुः अस्ति चेत् तत्र अस्माकं पुगन्तलघुपदस्य च इत्यनेन गुणकार्यस्य सम्भावना। अत्रं यदा तत्र सन्धेः अवसरः अस्ति चेत् सन्धिकार्यम् इति तादृश एव प्रक्रिया अत्रापि भवति। हलादिपित्सु लघुपदधातुः अस्ति चेत् पुनः पुगन्तलघुपदस्य च अनन्तरं तत्र सन्धिकार्यम्। अजादिपित्सु तत्र स्मर्तव्यम्, अजादिपित्सु यङ् लुगन्तेषु गुणनिषेधः, नाभ्यस्ताचिपिति सार्वधातुके इति सूत्रं वयं किञ्चित् पठितवन्तः। तत्र अस्य आधारेण तत्र अचि प्रत्ययः, अजादिपित् प्रत्ययः परः अस्ति चेत् तत्र अभ्यस्तस्य सार्वधातुके पिति गुणः न भवति इति स्मर्तव्यम्। हलादि अपित्सु तु गुणनिषेधः अस्ति यथासामान्यम्। अजादि अपित्सु अपि तत्र गुणनिषेधः अस्ति। तस्य एकमेव अपवादमस्ति परिचितमेव, मृज् धातुः विषये। तत्र वयं पूर्वमपि पठितवन्तः, तत्र मृजेर्वृद्धिः इत्यनेन तत्र अपवादरूपेण तस्य वृद्धिः भवति एव, गुणवृद्धि निषेधः नास्ति, गुणवृद्धिनिषेधः तस्य धातोः विषये नास्ति। इकः वृद्धिः भवति सार्वधातुके च आदधातुके प्रत्यये परे। नाभ्यस्तस्य अचिपिति सार्वधातुके इत्यत्र अभ्यस्तस्य अङ्गस्य लघूपदस्य गुणः न अचिपिति सार्वधातुके। यदा अचिपित् सार्वधातुकप्रत्ययः परः अस्ति चेत् गुण लघु अभ्यस्तस्य लघुपदस्य गुणः न भवति इत्येव। अतः प्रथमं प्रथमः धातुः अस्ति ककारान्तदातवः। बहवः दातवः सन्ति, एकमेकं स्वीकृत्य चतुर्षु लकारेषु वयं रूपं साधयामः। अरुणा भगिनी, तेतिक् इति धातुः ककारान्तदातुः, लट् लकारे रूपं वदति वा? तत्र प्रत्ययाः पूर्वम् आसन्, करपत्रस्य आदौ इति चिन्तयामि। अस्ति वा अरुणा भगिनि? श्रूयते वा? श्रूयते भगिनि, श्रूयते भगिनि, ककारान्तदातुः। आम् आम्, तेतिक् इति धातुः करपत्रस्य आदौ प्रत्ययाः सन्ति, लट्लकार, ति इति तः अति। ओके, प्रथमं के योः ति हलादि पित् अस्ति, चोः ककार थकारः भवति ते चेति भवति भगिनि आं ते दिक् योगः ति तत्र ति इति कीदृशप्रत्ययः हलाति अतः किं भवति किं कार्यं प्रथमं पुगन्तं लघुना लघु नास्ति भगिनि के लघुवर्णः नास्ति न ते तिक् तिक् ओ ते तिक् ते ते ते इति अत्र आगच्छतु अस्ति ते ते इति तत्र गुणः भवति वा भवति भगिनि इति अपि प्रत्ययः कीदृशः इति पश्यतु अजादि वा हलादि वा अजादि अजादिपित् अस्ति चेत् गुणः केन निषिद्धः तयो अतः सूचेन निषेधः भवति सः हलादि आपित् अस्ति गुणनिषेधः ते तिक्तः अति अत अजादि अपित् अस्ति अजादि अपित् अत्रापि गुणनिषेधः भवति नाप्यस्तयो अतः सूत्रेण गुणनिषेधः भूत्वा तत्र अति इति अपित् प्रत्ययः गुणस्य अवसरः अस्ति वा अपित् प्रत्ययः अस्ति चेत् नाभ्यस्त न भवति भगिनि तेतिक् योगः अति अति इति अपित् प्रत्ययः पित् प्रत्ययः अस्ति चेदेव गुणनिषेधः तत्र साक्षात् गुणनिषेधः सार्वधातुकम् अपित् इति च अत्र पित् अस्ति हलादि अस्ति ते पित् अस्ति मूर्धनशकार आगतः शकार छकार भवति ते क्षि भवति गुणः अत्रापि भवति किल गुणं ते क्षि ते क्षि ते ईसि अजादि इत्यस्ति गुणनिषेधः ते तिक्षि ते तिक्षि भवति ते तिक्षि क्षि भवति भगिनि ते तिक् योगः सः तः हलादि अपि अस्ति गुणकार्यं निषेधः ते तिक्थः ते तिक्थ उत्तमपुष्यमि जाति तिक् अस्ति गुणनिषेधः भवति नाभ्यस्तयोरातः सूत्रेण ते तिक्मि अवः ते तिक् प्रथमं गुणः अनन्तरं गुणः नास्ति. मी अस्ति ईष्मि गुणः नास्ति. चेतिक्वः ते तिक्वः. समीचीनं, सम्यक्. लोट् अपि करोति वा भगिनि? लोट् सरलमेव. तु इतु तात् तामतु तु इति हलादि गुणः भवति. ते तिक्तु इतु अजादि अस्ति गुणनिषेधः. ते तिकीतु तात् अपि अपित् अस्ति. ते तिकि ताम् अत्र अत्रापि गुणनिषेधः. ते तिक्ताम् अतु अजादिपित् अस्ति अपित् अस्ति. सो गुणनिषेध भवति. कुत्र भगिनि गुणनिषेधः? अतु इति आम् साक्षात् निषेधः, सार्वधात्मकमपि इति च. हि तात् तं ता हि हलादि अपि अस्ति तेर्यपृच्छ सूत्रेण. ते गुण ते हकार अस्ति चेत् तत्र किमपि सूत्रमस्ति किल, वयं गतसप्ताहे दृष्टवन्तः. चलन्तेभ्यः अङ्गेभ्यः तेः तिः किं भगिनि? तेतिक् इति तेतिक् इति ककारः अस्ति किल, तत् जल् वर्णः वा इति प्रथमं चिन्तनीयं. तत्र जलन्तेभ्यः अङ्गेभ्यः पू जल्भ्यः अङ्गेभ्यः हे तिः. अतः तत्र जल् जबगडद जल् एव किल, तत्र ककारः. अतः तत्र जलन्तेभ्यः अङ्गेभ्यः परः हि इति प्रत्ययः अस्ति. हि प्रत्ययस्य स्थाने धि इति आदेशः भवति. हू जल्भ्यो हेर्धिः इति सूचि. तेतिक्ते योगः धि किल, ककारः धकारः इदानीम्. अतः कस्य सूत्रस्य अवसरः, सन्धिसूत्रस्य? किं वदन्ति? सर्वदा चतुर्थवर्णः परः अस्ति चेत् किमपि सूत्रमागच्छति किल, सन्धिसूत्रं. जस्ट् सन् तावदेव, सामान्यं जस्ट् वसन्ति. अतः इति भवति. सर्वदा यदा चतुर्थवर्णः परः अस्ति चेत् पूर्ववर्णः तृतीयः एव सामान्यतया, सर्वदा इति सामान्यतया तदेव भवति. तत्र उच्चारणे अपि यदा वयं पश्यामः ते तिग्धि इत्येव आगच्छति, ककारः सम्यक् न श्रूयते किल. ते तिग्धि तात् अपि अस्ति. आनि अजादिपित् अस्ति अपि गुणनिषेधः भवति. ते तिक्तानि ते तिक्ता वा ते तिक्ताम तेतिकानि तेतिका वा तेतिकाम तेतिक् इक् एव किल अन्तिमवर्णः ककारः योगः आकारः तेतिकानि तेतिकाव तेतिकाम ककारः प्रथमवर्णः एव कार तेतिकानि तेतिकाव तेतिका सम्यक् भगिनि समीचीनं धन्यवादः विजया भगिनी लङ् विधिलिङ् वदति वा महोदय एतत् सर्वं कुत्र अस्ति अस्माकं करपत्रम् अष्टमकरपत्रे मध्ये प्रायः हलन्त किम् एकनिमिषं हलन्त यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि पेज् नम्बर् अपि वदामि न सूत्रं गृहीज्या अनन्तरम् एरणकाचु न तस्मै च तस्मात् अनन्तरं प्रायः भगिनि तस्मात् अनन्तरं हलन्तधातुः इत्येव तत्र शीर्षकमस्ति हलन्त यङ् लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि तत्र अनेन अजन्त यङ् लुगन्तधातूनां सार्वधातुकलकारेषु चिन्तनं समाप्तम् इति भवति अनन्तरं हलन्त यङ् लुगन्तधातुः इति अस्ति तत्र अग्रे भवति प्रायः करपत्रस्य मध्ये पेज् नम्बर् किमपि आसीत् पेज् नम्बर् 9 भगिनि पी डि एफ़् अस्ति चेत् महोदय अत्र यथा सामान्यम् अत्र द्विस्तरीयकार्यं स्तरीय अङ्गकार्यं सन्धिकार्यम् एतत् अस्ति तत्रैव वा सम्यक् अग्रे अग्रे गच्छतु ओ अस्तु अस्तु अत्र इदानीं ले लिक् इति प्रथममेव भगिनी अरुणा भगिन्या लट् लोट् उक्तवती तेतिक् इति धातुः तत्र भवती लङ् विधिलिङ्क् वदतु तेतिक् लेलिक् एव खलु न प्रथमं तेतिक् अस्ति द्वितीयमेव लेलिक् प्रथमं कुर्मः ककारान्तदातवः तेतिक् इतोपि अग्रे गच्छतु ककारान्त अस्तु अस्तु अस्तु मया स्वीकृतं महोदय तेतिक् इति अस्ति इदानीं लङ् करणीयं वा लङ् लङ् विधिलिङ्ग् अस्तु अस्तु इदानीं लङ् इत् ईत् ताम् उः इस् ईः सन्त अम् व म इति अस्ति इदानीं तेतिक् तेतिक् अस्ति एतदेव धातु अत्र इत् अस्ति इदानीं त इत् अस्ति तेतिक् अत्र एतत् हलादि अत्र तकारः अस्ति एतत् हलादि अपि तस्ति अतः हलादिपित् एव किल बोल्ड् मध्ये अस्ति तकारः ओ आम् महोदय पित् अस्ति हलादि पित् अस्ति अतः गुणः भवति एव इदानीं ते गुणः भवति चेत् ते अत्र ते ते इति भवति ते ते त इति भवति वा ते ते ते ते ते ते तेक्त इति भवति वा महोदय सत्यं तत्र अडागमः अपि करोतु आम् लङ् अतः लुङ् लङ् लृङ्क्ष अडुदा लुङ् लङ् लृङ्क्ष अडुदातः इत्यनेन सर्व लङ् लकारमध्ये लङ् धातोः पुरतः अकारः तिष्ठति एव आगच्छति, अतः आ ते तिक्त इति भवति. इदानीं तत्र कार्यमस्ति किल, त इति अपृक्त हल्याभ्यो दीर्घात् सुतिसपृक्तम् इति सूत्रेण तकारः तकारः लोपः भवति, त लोपः भवति, अतः अते अते तेक् इति भवति. समीचीनं वा? समीचीनं. इदानीम् ईत् अस्ति, ईत् एतत् अपि अजादि पित् अस्ति, अजादि पित् अतः गुणं कार्यं भवति. अतेतिक् अतेतिक् इति भवति, अतेतिक्. इदानीम् ईत् भवति, अत्र गुणः भवति अतेते अतेते अते अतेते अतेते ईत् इति भवति. तत्र गुणस्य बाधा अस्ति किल अस्मिन् याङ्ग्लुगान्तेषु? किं बाधाभ्यस्ते स्नाभ्यस्तयोरो स्नाभ्यस्तयोरातः न तदस्ति स्नाभ्यस्तास्याचित् इति सार्वधातुके इति सूत्रम्. आमामां नाभ्यस्तस्याचित् इति सार्वधातुके इति सूत्रेण अत्र लघु उपदा अस्ति अपि गुणः न भवति, अतः तत्र वा एतत् सूत्रेण अत्र गुणं बाधितम् अस्ति, अतः तत्र अतः तत्र अते अते अते तिकीत अते तिकीत् इति अस्ति. अस्तु, इदानीम् अत्र ताम् अस्ति, ताम् अते अते तिक् इति अस्ति, ताम् अस्ति, ताम् अत्र हलादि हलादि अपित् अस्ति, अतः वर्णमेलनमेव. अते अते तिक्ताम् इति भवति, अते तिक्ताम्. इदानीं बुहु अस्ति, बुहु अपि अजादि अजादि अपित् अस्ति, अत्र अपि किमपि कार्यं नास्ति, अत्र अते तिक् अते तिकुः इति भवति. अते तिकुः. अनन्तरं सकार स अस्ति. इदानीम् अते तिक् अस्ति योगः, सकार स अस्ति, अत्र किम् अस्ति, अत्र गुणः भवति एव, गुणः भवति, अतः न अत्र अल्याभ्यो दीर्घात् सुतिसपृक्तम् इति सूत्रेण सकारस्य लोपः भवति. अनन्तरम् अत्र अतेतिक्येव तिष्ठति, गुणः तु भवति एव किल, अङ्गकार्यमेव किल. अते अते अतेक् इति भवति, सत्यं गुणः भवति अत्र. अनन्तरम् ईः अस्ति, अत्रापि गुणः भवति, परन्तु इदानीं नाभ्यस्तस्याचीप् इति सार्वधातुके इत्यनेन अत्र गुणनिषेधः भवति. समीचीनं वा महोदय? सत्यम्. अतः तत्र अते अते तिक् अते तिकीः इति भवति, सत्यं सम्यक् अते तिकिः. इदानीं तम् अस्ति, पूर्वमेव दृष्टवन्तः अत्र हलादि अपित् अस्ति, अतः तत्र अते तिक्तम् इति भवति, अते तिक्तं भवति, अते तिक्त इति भवति, अते तिक्त इति भवति. इदानीम् अम् अस्ति, एतत् एतत् गुणकार्यं भवति, अते टिक् अस्ति, योगः अम् अत्र गुणं भवति, अते अते परन्तु अत्र अम् अस्ति अतः एतत् सूत्रं कार्यं करोति वा महोदय? नाभ्यस्तयाश्च सार्वधातुके इत्यनेन अत्र गुणनिषेधः भवति. अतः अत्र गुणनिषेधः भवति, अते तिक्तम् इति भवति, अते तिकम् इति भवति, अते अते तिक्तम् न अते तिकम् इति भवति वा? आम् तावदेव, तकारः नास्ति किल, अते तिकम् अते तिकम्. अनन्तरम् अत्र व म अस्ति, एतत् अपि अत्र व म अजादि अपि तस्ति, अतः किमपि कार्यं नास्ति. अते अते तिक्व अते तिक्म इति भवति. सम्यक्, समीचीनं वा महोदय? सम्यक् एव. विधिलिङ्गमपि वदतु भगिनि, तत्र केवलं वर्णम्. विधिलिङ्ग अत्र ते तिक् अस्ति, अत्र हलादि अपि तस्ति, अत्र किमपि कार्यं नास्ति एव, अतः ते तिक् याम इति अस्ति. सम्यक्, समीचीनं, धन्यवादः. तिक् तिक् इति धातुद्वयम् अस्ति, एकं तु भुआदिगणे अस्ति, तस्य अर्थः गत्यर्थकधातुः. द्वितीयम् अस्ति सुवादिगणे अस्ति तिक् इति धातुः. आस्कन्दने गतौ च, टु अटाक्, टु हेट्, टु किल् इत्यस्मिन् अर्थे अपि तिक् इति अस्ति. तस्मिन् अर्थे उपयुक्तम् इति न जाने, परन्तु तिक् इति धातुद्वयं, चे तिक् इत्युक्ते वारं वारं गमनम् अथवा वारं वारं हननं, टु अटाक्, टु हेट्, टु किल् इति अर्थे भवति. धन्यवादः भगिनि. उषा भगिनी अग्रिमधातुः स्वीकरोति वा? लेलिक् लेलिक् लट् लट् रूपं लेलिक् योगः ति पिट् प्रत्ययः लेलिक् उपदा लघु उपदा अस्ति. ले लेक् ले लेक्ति इति भवति, ले लेक्ति. अनन्तरं लेलिक् योगः ईति ईति इति पित् प्रत्ययः, परन्तु अभ्यस्तस्य अङ्गस्य अच् अजन्तपित् कृते गुणः नास्ति, न अभ्यस्तस्य अचिपिति सार्वधातुके इति सूत्रेण लेलिक् योगः ईति ले लिखीति लिखीति इति अस्ति. लेलिक् योगः तः लेलिक् हलादि हलादि अपित् कार्यं नास्ति लेलिक्तः. अनन्तरम् अति लेलिक् योगः अति अत्रापि कार्यं नास्ति लेलिखति. भगिनि भवती ककारः ककारः तत्र एकं कार्यं सन्धिकार्यम् अस्ति किल, ककारः ककारः किल द्वितीयं महाप्राणं महाप्राण लेलिक् योगः तः लेलिक् योगः तः लेलिक् योग तः खरि च वा खरि च एव करणीयं लेलिक् योगः ति इत्यत्रापि करणीयं किल खरि लेलिक् योगः ति इति कृते गुणक लेलेक् लेलेक् लेलेक् योगः ति लेलेक्ति सो लेलेक्ति इति भवति, तत्रापि गुण खरि च भवति. तकारः तकारः किल सर्वत्र तकारः तकारः ककारः तकारः तकारः या खर् प्रत्ययः इत्यनेन करीच इत्यनेन चर्त्वं भवति, चर्त्वस्य कृते ककारः भवति. ले लिक्ति न ले लेक्ति ले लेक्ति ले लेखीति देन् ले लिक् ले लिक्तः दट् ककारः प्रथमककारः ले लिक्तः देन् ले लिखति इति भवति. देन् सीः सी अपि खर् प्रत्ययः एनिवे ले सी इति पित् प्रत्ययः ले लेख् सि ले लेख् हि इति भवति आदेशप्रत्ययोः. देन् ले लिख् योगः ईहि ईहि अजादि अजादिपित् प्रत्ययः अजादिपित् प्रत्ययः न अभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन गुणकार्यं निषेधः. ले लिख् योगः ईहि ले लिखीः इति भवति द्वितीयककारः. ले लिक् योगः तः ले लिक् योगः तः गुणकार्यं नास्ति. ले लिक् प्रथमककारः खर् वर्णः परः अस्ति. ले लिक्तः ले लिक्त अनन्तरं मि इमि पित् प्रत्ययः. ले लेख् ले लेख् मि ले खर् प्रत्ययः नास्ति परः. ले लेख् मि ले ले लेख् नो नो ले लिक् ले लिखीमि ले लिखीमि ले लिख् वः ले लिख् मः इति लट् लकारः. लोट् लोट् ले लिक् ले लिक् योगः तु ईतु अपि च तात् ओके. ले लिक् योगः तु ले लेक् तु कर्वर्णः चर्त्वं भवति ककारः ककारः भवति. ले लिक् ले लिक् तु ले लिक् तु ले लिक् ले लिक् कीतु कीतु भवति. अनन्तरं तात् इति अपित् प्रत्ययः. अपित् प्रत्ययः इत्यनेन ले लिक् तात् बट् करिच इत्यनेन चर्त्वं ले लिक् तात् इति भवति. ले लिक् तात् अनन्तरं ले लिक्तां करिचकार्यम् अनन्तरं अतु अतु इति अपित् प्रत्ययः. ले लिखतु लिखतु अनन्तरं हि अपि च तात् हि ले लिख् योगः हि हि इति धि भवति हूजल्भ्यो हेर्दिः इति सूत्रेण. ले लिक् हू जल् जल् जल् वर्णः अस्ति अत्र लिक् खकारः. हू जल्भ्यो हि इति धि भवति. सो ले लिक् योगः धि इति भवति. ले लिक् खकारः धकारः खकारः धकारः भगिनी इदानीमेव उक्तवती प्रा अनन्तरं चतुर्थवर्णः अस्ति जष्ट्वं भवति. खकारस्य स्थाने गगारः भवति. ले लिग्दु ले लिग्दि ले लिग्दि सत्यं. देन् तात् तात् अपित् प्रत्ययः. ले लिक् योगः तात् ले लिक् करिचकार्यं चर्त्वं. ले लिक् तात् इति भवति. ले लिक्तं ले लिक्त आनि आव आम अपित् प्रत्ययः. अजादि अजादि इत्यस्य अजादिपित् कृते अभ्यस्तस्य अङ्गम् अस्ति न अभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन अभ्यस्तस्य अङ्गस्य गुणः नास्ति अजादिपित् कृते कार्यमेव नास्ति. ले लिक् ले लिखानि ले लिखाव ले लिखाम इति भवति. सम्यक् भगिनि धन्यवादः. करुणा भगिनी लङ् लिङ्ग् वदिदिलि लङ् प्रथमं अरागमः भवति सूत्रेण ले लिक् अतिष्ठ प्रत्ययः अत्र अत्यजादि पित् अस्ति अत्र गुणनिषेधः भवति ले लिक् ककारः एव किल भगिनि ककार अपि गच्छति पृक्तः लेलिखा भवति रूपम् अग्नि पुनः वदतु भगिनि किं गुणः भवति गुणनादि भवति प्रथमम् अजादि किमर्थं न भवति अजादि नास्ति किल तकारः केवलं तकारः अपृक्त एकाल् तकारः इत्युक्ते हलन्तवर्णः अस्ति भवति तकारलोप भवति भगिनि सत्यम् अपृक्त एकाल् प्रत्ययः अपृक्त एकाल् प्रत्ययसूत्रेण लेले इदानीं तस्य ककारः पदस्य अन्ते अस्ति चेत् सन्धिः कः भवति चष्ट्वं भवति ले लेक् जलां चषन्ते अलेले सत्रे अपि अजादि पित् अस्ति गुणनिषेधः अले अलेले की भवति सत्यम् सकारलोपः भवति अवृत्तः तां अल गुणनिषेधः अपि अस्ति हलादि अपि अलेलिक्तम् उः तत्र नूतनसूत्रं नास्ति भगिनि अलेगुणनिषेधः अलेलिकुः अलेलिकुः सकार अत्रापि गुणं भवति अले अलेलिक्स् सकारलोपं भवति केवलं लेलिक् अलेलिक् एव अवशिष्यति अलेलिक् सकारलोपः गुणः यः गुणः भवति अलेलिक् अलेलिक् गुणः भवति गुणः न भवति अजादिपित् अस्ति अजादिपित् नाभ्यस्तयो नाभ्यस्तस्य अचि इति सार्वजातिकी अलेलिखिः भवति अलेलिखिः भवति लेलेखिः भवति तं गुणनिषेधः अले तं अलेलिप्त अहम् अजादिपित् अस्ति गुणनिषेधः भवति अले अलेलिखम् अलेलिक्वः लिक्व अलेलिक्म विविधि वर्णमेलनमेव लेलिख्यातां लेलिख्युः लेलिख्याः लेलिख्यातं लेलिख्याः लेलिख्यां लेलिख्याः या लेलिख्याम सम्यक् अतः प्रथमककारेषु कोऽपि कार्यं किमपि कार्यं नास्ति केवलं तत्र वर्णमेलनमेव आसीत् यत्र तत्र नाभ्यस्तस्य अचीप् इति सार्वधातुके तस्य कार्यम् अचीपरे आसीत् इदानीं द्वितीयककारे वयं चत्वसन्धिं कृतवन्तः सर्वत्र प्रथमककारः जातः यत्र अवसरः तत्र लेलिक्ताम् इति तादृशं तत्र सर्वत्र खरीच इत्यस्य अवसरः भवति. तदेव भेदः प्रथमद्वितीयकारयोः. इदानीं घ तृतीयवर्णे किं भवति इति पश्यामः. धन्यवादः भगिनि. विजया भगिनी, ते तिग् करोति वा? विजया भगिनी, आम् महोदय. आम्, ते तिग् तृतीयं. ते तिग् एव खलु, ते तिग्. अत्र गहरस्य स्थाने अत्र अस्तु, प्रथमम् एतत् एव आरम्भं करणीयम्. ते स्टिग् इति अस्ति अत्र. लङ् करणीयं वा महोदय? लङ् लट् लट् लट् लट्टे लोट् करोतु. अस्तु, लट् अत्र ति ईति तः अति सि ईषि तः त मि ईमि वः मः अस्ति. अत्र ति अस्ति, ते ते तिग्. अत्र प्रथमं सन्धिकार्यं भवति वा महोदय? जलां जषन्ते इत्यनेन जषः भवति, अतः तत्र प्रथमं गुणः करोतु. आम्, एतत् प्रथमं गुणः एव. एतत् पित् अस्ति, हलादिपित् अस्ति, अतः ते ते तिग् अस्ति ति. इदानीम् अत्र जलां जषन्ति इत्यनेन तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति. तृतीयवर्णस्य स्थाने प्रथमवर्णः चेत् वर्णः उक्तवती तत् समी सम्यक् तदेव. ते तिक्ति इति भवति महोदय, ते ते तिक्ति, ते तिक्ति इति भवति. अनन्तरम् ईति ईति अस्ति, अत्र ईति अस्ति, अत्र नाभ्यस्तस्याचि इति सार्वधातुके इत्यनेन गुणः न भवति, अतः ते ते ते तिकीति इति भवति. सत्यं सत्यम्. अनन्तरं तः अस्ति, अतः हलादि अपित् अस्ति, अतः किमपि कार्यं नास्ति एव. अतः ते ते तिक्तः इति भवति. तत्र अनन्तरं आम् सर्वत्र एतत् भवति एव, अतः एव तृतीयवर्णस्य स्थाने प्रथमवर्णः चर्तुं भवति, अतः करिच इत्यनेन सर्वत्र ककारः भवति. ते तिक्तः इति भवति. इदानीम् अति एतदपि अजादि अपित् अस्ति, अत्र अत्र अपि गुणनिषेधः भवति. नाभ्यस्तस्याचि इति एतत् सूत्रमत्र कार्यं करोति वा महोदय? किमपि कार्यं नास्ति एव. अतः किल, अतः बाधितमेव. ते तिकति इति भवति. सत्यं, ते तिकति. अनन्तरं सि ईषि तः त, अत्र सि अस्ति, ते तिक् योगको सि अस्ति. इदानीम् अत्र हल्याभ्यो दीर्घात् श्रुतिसपृक्तम् इति सूत्रं कार्यं करोति खलु महोदय? काल् नास्ति किल, सि इति सकारः इकारः अस्ति अतः न अत्र एतत् गुणकार्यं भवति हलादि टित् अस्ति अतः तत्र ते ते ते ते सि भवति इदानीम् अत्र इङ्कोः इति सूत्रेण आदेशप्रत्ययोः इति कार्यं करोति आदेशप्रत्ययोः इत्यनेन दन्ते सकारस्य स्थाने मूर्धनि षकारः भवति अतः तत्र ते ते ते तिक्षि इति भवति समीचीनं वा महोदय ते ते क्षि समीचीनम् इदानीम् ईषि भवति ईषि अत्र ते तिक् अस्ति ईषि भवति इदानीम् अत्र नाभ्यस्तस्याचि पिति सार्वधातुके इति सूत्रं कार्यं करोति अतः गुणनिषेधकः भवति अतः ते ते तिकीषि इति भवति ते तिकीषि अनन्तरं तहत ते तहत हलादि अपि तस्ति अतः ते तिक्तः ते तिक्त इति भवति सम्यक् ते तिक्तः ते तिक्त अनन्तरं मि ईषि अस्ति ते तिक् योगः मि एतत् गुणकार्यं भवति अतः ते तेक् मि इति भवति ते तेक् मि अनन्तरम् अत्र ईषि अस्ति अत्र नाभ्यस्तस्य एतत् ईमि ईमि अपि गुणकार्यं भवति गुणकार्यं भवति परन्तु अत्र नाभ्यस्तस्याचि पिति सार्वधातुक इत्यस्य लघु उपदा अत्र एतत् सूत्रेण ई ईषि इति अत्र गुणनिषेधः भवति वा महोदय सत्यम् आम् अतः तत्र गुणनिषेधः अत्र ते तिक् ते तिकीषि इति भवति ते तिकीषि ते तिगीमि मा किल ते तिकीमि ते तिकीमि इति भवति अनन्तरं वः मह अत्र एतत् हलादि अपि तस्ति अतः ते तिक् वः ते तिक् मह इति भवति सत्यं लोट् लोट् इदानीं तु ईतु तात् तु ईतु तात् ताम् अतु हि तात् तन्त आनि आव आम अस्ति अत्र तु ते तिक् योगः तु अत्र गुणकार्यं भवति अतः ते तेक् तु इति भवति सन्धिकार्यं ते सन्धिकार्यं खरी च एतत् तावदेव खलु तावदेव अनन्तरम् ईतु अस्ति ईतु अपि नाभ्यस्तस्याचीप् इति सार्वधातुके इति सूत्रेण गुणनिषेधः भवति अतः तत्र ते ते तिखीतु ते तिखीतु इति अस्ति खलु महोदय ते तिखीतु अनन्तरं तात् किमपि कार्यं नास्ति अतः ते ते तिक्तात् इति भवति ते तिक्तात् अनन्तरं ताम् अस्ति तादृशमेव भवति ते तिक्ताम् इति भवति अनन्तरं ते तिकतुः ते तिकतु ते तिकतु इति भवति किं ते तिकतु ते तिक्तु अनन्तरं हि तात् अस्ति अतु ते तिकतु अनन्तरं हि तात् अत्र हलादि अपि अस्ति, अतः किमपि कार्यं नास्ति. ते ते तिक्षी इति भवति वा महोदय? तत्र एकं कार्यम् इदानीं दृष्टवन्तः किल, जलन्तेभ्यः धातुभ्यः हे हे भूजल्भ्यो आम् भूजल्भ्यो फेर्ति. आम् आम् ओ भूजल्भ्यो फेर्ति इत्यनेन हकारस्य स्थाने तुल्यतमवर्णः दकारः अस्ति, अतः तत्र ते ते तिग्धि इति भवति वा महोदय? ते तिग्धि अनन्तरम् अस्माकं सन्धिकार्य तत्र परिवर्तनं न भवति. ते तिग्धि सम्यक् एव. ते दिग्धि अनन्तरं तात् अस्ति, किमपि कार्यं नास्ति. ते तिक् तात् इति भवति. अनन्तरं ते तिक्तम् इति भवति. ते तिक्तम् अनन्तरं ते तिक्त ते तिक्त. इदानीम् आनि आव आम सर्वत्र अत्र गुणकार्यं भवति, परन्तु अत्र सर्वत्र अभ्यस्तस्य लघु उपदा किमपि अजादिपित् अस्ति चेत् अजादिपित् अस्ति चेत् सार्वधातुकप्रत्ययपरे अत्र गुणकार्यं निषिद्धं भवति. अतः तत्र अत्र ते टिकाणि ते टिकाव ते टिकाम इति भवति. सम्यक्, तावदेव. केवलं तत्र ही प्रत्यये परे एकमेव कार्यं तावद्. धन्यवादः भगिनि. धन्यवादः. उषा भगिनी लङ् विधिलिङ्ग् वदति वा? आं भगिनि. ते तिग् युग ते तिग् इति धातु. ते तिग् युगः लङ्लकार तु ईत् इति तु ईत् तामुः. लङ्लकार प्रथमं अडागमः भवति लुङ् लङ् रङ्क्ष्वडुदात्तः इत्यनेन. अते अते तिग् योगः तकारः. तकारः पित् प्रत्ययः. अते तेग् योगः तकारः. अते तेग् योगः तकारः खर्वर्णः इत्यनेन खरीच इत्यनेन चत्वं भूत्वा. अते तिक् ओ न न न तकारः तकारः खरीच हल्याभ्यो दीर्घा चुतिस्य पृक्तं हल् इत्यनेन तकारस्य लोपः भवति. अनन्तरं अते अते तेक् एव भवति. अते तेक् अवसानमस्ति वा? अवसानम् अवसाने परे अपि च अवसाने परे अप करि च भगिनि. वावसाने वावसाने वावसेन इत्यनेन चत्वं करि च पदान्ते वावसा अवसान अत्र अस्ति इत्यनेन लोपस्य अनन्तरम् अवसान अस्ति इत्यनेन वावसाने इत्यनेन चत्वम् अस्तु. अते अते तेक् इति भवति. अनन्तरम् ईत् प्रत्ययः अजाति प्रत्ययः गुणकार्यं निषिद्धं भवति. न अभ्यस्तस्य अचीप् इति सार्वधातुके इत्यनेन. अते तेग् योगः ईत्. अते ते गीति इति भवति. गीत् भवति नाट् इति. अते ते गीत् अते ते गीत् इति भवति. अनन्तरं ताम् अते ताम् इति अपित् प्रत्ययः. अते तिग् योगः ताम्. अते तिग्धां खरीच इत्यनेन. अते तिक् ताम् अते तिक्ताम्. अनन्तरम् उः. अते तिग् योगः उः. अपित् प्रत्ययः कार्यं नास्ति. उः इत्यनेन अते अते तिग् योगः उः. अते तिक् उः अते तिकुः इति भवति. अते तिकुः अते तिकुः. ऐ सीन् दिस् कैण्ड् आफ् फार्म्स् इन् सुन्दरकाण्डं भगिनि. अते तिकुः समथिङ्ग् समथिङ्ग् लैक् दिस् ऐ यः तत्र वारं वारम् इत्यस्मिन् अत्र तिग् इति आस्वन्दन् आस्कन्दने गतौ इत्येव अर्थः. यदा वयं टिक् इति कृतवन्तः किल तत्रापि आस्कन्दने गतौ इत्युक्ते अटाक् किल् डिस्ट्रोय् ओके ओके मेबी इन् द वेर् हनुमान् जी फैट्स् आल् दीस् असुर आम् प्रायः भवति ओके सः स अण्डीः स इः अते अतेतिग् योगः स अते गुणकार्यं प्रथमं गुणकार्यम् अते थेग् योगः स हल्म्याभ्यो दीर्घातुतस्य पृक्तं हल् इत्यनेन सकारस्य लोपः अते थेग् एव भवति अते थेग् अभावसाने इत्यनेन चर्त्वम् अते थेक् इति भवति. अनन्तरम् ईहि ईहि इति अजादि अजादिपित् गुणकार्यं निषेधं भवति अजा सो न अभ्यस्तस्य अचिप् इति सार्वधातुके इत्यनेन अनन् सो अते अते तिग्ि इति भवति अते तिगि भवति. अनन्तरम् अते तिग् योगः तम् अते गुणकार्यं नास्ति अते तिग् तम् अते तिग् गकारस्य स्थाने चर्त्वं कर्प्रत्ययः इत्यनेन परः अस्ति इत्यनेन चर्त्वम् अते तिक्तम् अते तिक्त अनन्तरम् अम् इति अजादिपित् गुणनिषेधः भवति अते तेग् योगः अम् अत्रापि चर्त्वं भवति चर्त्वम् इत्यनेन अते तेकम् न अते तिगम् तिगम् इत्यस्य स्थाने तिकम् इति भवति अते तिकम् अते तिकम् अते अते अते तिग् अते तिग् तिग् व म व इत्य व म कर्प्रत्ययः नास्ति परः सो अते तिग्व अते तिग्म इत्येव भवति. सत्यं सत्यं तत्र परिवर्तनं नास्ति नास्ति. विधिलिङ्ग् लकार सर्वे प्रत्ययाः अपित् प्रत्ययः हलादि अपित् कार्यमपि नास्ति. ते तिग् इति धातु ते तिग् योगः यात् ते तिग्यात् ते तिग्यातां ते तिग्युः ते तिग्याः ते तिग्या ते तिग् यातं ते तिग्यात ते तिग्यां ते तिग्याव ते तिग्याम इति भवति. समीचीनं सम्यक्. अतः तृतीयककारेषु अपि अधिकं कार्यं नास्ति केवलं करी च एव दृष्टवन्तः. धन्यवादः भगिनी. धन्यवादः. अरुणा भगिनी चतुर्थदातवः धातुः गकारः स्टिग् प्रथमं दात्वा देः सः इति सूत्रेण सकार सकार भवति सः भवति उपदेशे अधुनातिका स्टिग् स्टिग् स्टिग् भवति द्वित्वं भूत्वा ते स्टिग् भवति टेस्टिङ्ग् भवति टेस्टिङ्ग् भवति प्रथमं प्रत्ययः अनादिपित् अस्ति गुणं भवति टेस्टिङ्ग् यो हति अत्र खरिच इति न ककारः भवति महति तत्र कार्यम् अस्ति भगिनि. तत् चतुर्थधातुः किल तत्र जशन्तधातुः तेष्टिग्योगः इति अस्ति किल तत्र जशन्तधातुः इति कृत्वा तत्र अस्माकम् एकं सूत्रम् अस्ति किल जशस्ततोर्दोर्दः 8-40 धा धातुं विहाय अन्येषां धातूनां परस्य तकार दकारस्य ख भवति, ख चतुर्थ महाप्राण तेषिग् इति गकारः जषन्तः तद् तस्य परे तकारः अस्ति प्रथमवर्णः, तकारस्य स्थाने इदानीं चतुर्थवर्णः आगच्छति. ओके न चतुर्थवर्णः आगच्छति चेत् करीच इत्यस्य अवसरः न भवति किल, कर्वर्णः नास्ति चतुर्थवर्णः, अतः सन्धिः कः भवति? चतुर्थवर्णः परः अस्ति चेत् पूर्वस्मिन् वर्णस्य परिचितमेव, नूतनं किमपि तृतीयवर्णः भवति किल, चष्ट्वं जलां जषि, अवगतं वा? तत्र सोपानत्रयं, प्रथमं हलन्त लघुपदधातुः अस्ति अतः तत्र गुणः भवति हलादिपित्, जषन्तधातुः इति कृत्वा जषस्ततोर्धोर्धः इत्यनेन तकारस्य स्थाने धकारादेशः भवति. इदानीं तत्र धकारः परः इति तस्य प्रभावेण धकारस्य तृतीयवर्णः जलामरश्चषि फैनल् रूपेष्टि ओके इति यथादित्यस्ति निषेधः ततः ते तिष्टि योः इति वर्णमेलनमेव तेष्टि घीति ते तिष्टि घीति भवति ते तः हलादिपि अपि अस्ति गुणनिषेधः ते तिष्टिग्युहतः अत्रापि जष्टतोर्धोर्धः इत्युक्तेन तकारस्थाने थकारः आगच्छति तदनन्तरं तः शक्तं भवति दृष्टि घीतः सत्यं जषस्तोर्धोर्धः करिच तदनन्तरम् अति हला अजाजपित्तस्य अजाजपित्तस्य चेत् गुणं भवति ते तेष्टिगत्तु भवति तेष्टिगति भवति सि अस्ति हलादिपित् अस्ति गुणः भवति प्रथमं तेष्टेघ् युगः सि आदेशप्रत्ययोः सूत्रेण सकारस्थाने मूर्धन्यसकार तेष्टेक्षि अत्रापि तेष्टेक्षि एव इति मूर्धन्यसकार सत्यं तेष्टेक्षि एव ईषि अत्र गुणनिषेधः तेष्टि तेष्टिग्योः अस्ति तेष्टिक् अत्रापि ईषि कृतवती भगिनि तेष्टि ते ईषि अत्र वर्णमेलनमेव तः धनादि आपृत् अस्ति गुणनिषेधः ते तिष्ठः तः जष्टत्रोर्धः इति सूत्रेण थकारस्थाने धकार आगच्छति अतः ते तिष्ठुग् यः ते तिष्ठिङ्गः चष्टुमपि था अपि समानमेव ते तिष्ठः ते तिष्ठः मे इमे अजादि कित् अस्ति निषेधः भवति ते मि तेष्टिग्नि भवति तेष्टिङ्गि किमर्थं गुणनिषेधः भगिनि मि इत्येव अस्ति किल फलादिपिते ओ हलादिपि गुण भवति तेष्टिग्नि भवति इमि गुणनिषेधः ते तिष्ठीमि ते तिष्ठिः किं भवति भगिनि ते गुणनिषेधः तेष्टिग्वः किमपि नास्ति केवलं तिष्ठिग्वः तेष्टिग्वः लोट्लकार तु इति फलादिपि गुणः भवति तेष्टेग् योहत्तु अत्र अपि जष्टथोर्धोर्धः सूत्रेण तकारस्थाने धकार आगच्छति तेष्टेग् धीतु जष्टं भवति तेष्टेग् ईतु गुणनिषेधः तेष्टि तेष्टिगीतु तेष्टिगीतु तात् गुणनिषेधः तेष्टिगी ओ तात् अपि अनादि अपि जष्टतर भवति भगिनि जष्टचोर्धोर्धः तकार भवति एव आं सत्यं भवति एव सा था प्रत्यये परे किल सः भवति एव सः तकारस्य स्थाने दकारः तदनन्तरं तेष्टि गुणा न पदति जष्टचतुर्धेन तकारस्थाने धकार भवति अत्तु अपि अस्ति गुणनिषेधः ते तिष्ठ खडिच भगिनि न न अतु किल अतु इति अजादिप्रत्ययः तत्र कर्वर्णः नास्ति किल केवलं वर्णमेलनमेव तेष्टिगतु अजादि अपेक्षापि हकारस्थाने सन्ति सूत्रं हे दीहि इति स्मरतु भवति हू जल्भ्यो हेर्दिः हे दीः तत्र पुनः जष्ट्वा तेष्टिग्धि तेष्टिग्धि इति आसीत् तेष्टिग्धि इति भवति इष्टि तथात् अस्ति प्रथमम् अत्र तेष्टि तेष्टिग्धात् सर्वत्र जष्टस्ततोटोर्थः तम् अत्रापि तेष्टि तेष्टि तेष्टि गुणनिषेधः तेष्टि तेष्टि कृत सत्यं तेष्टि तेष्टि गतु गातु अनन्तरम् उक्ता अस्ति आनि आवाय आनि आवा जातिपित् अस्ति ते तिष्ठ योगः तिष्ठियोगः आनि गुणपते तेष्टे आनि तेष्टे आव तिष्ठे ते गाम गुणः भवति वा न भवति वा भवति भवति अजादिपित्र नाभ्यस्तस्य तिष्ठितान् घानि समीचीनम् तत्र एकमेव एकः एव विशेषः अस्ति तत्र तेष्टिग् योगः आनि तत्र णत्वं भवति वा न वा इति प्रश्नः तत्र षकारः अस्ति किल णत्वस्य निमित्तं तदापि बाधितं किमर्थं किमर्थं बाधितम् अत्र तकाराय सत्यं बाधकं अतः णत्वं बाधितम् तेष्टिगानि इत्येव तेष्टिगाव तेष्टिकां समीचीनं भगिनि धन्यवादः दिव्या भगिनि लङ् विदिलि आं महोदय इत् ईत् ताम् उः इस् ईः तं त अम् व म इति अस्ति अत्र ते स्टिग् इति भवति अत्र धात्वादेः शखसः एतत् सर्वम् अभवत् एव अतः एव अनन्तरम् अतः स्टिग् इति भवति वा किम् अत्र अस्ति महोदय अत्र उपदेशे अज अनुनासिक तत्र उपदेशे अनुनासिका किमर्थम् इत्युक्ते तत्र स्टिङ इति धातुः अस्ति अतः तत्र अनुनासिक अरुणा भगिन्याः ध्वनिः सम्यक् न श्रुतं मया अत्र भग्नम् अपि भवति अनन्तरं ध्वनिः मन्दं शनैः मन्देन मया श्रुतं सर्व सर्वसमये अपि अरुणा भगिन्याः ध्वनिः सम्यक् न श्रुतं मया किमपि किं कार्यमिति इण्टर्नेट् क्लेशः प्रायः भवति अत्र वृष्टिः किल अतः तस्याः ध्वनिः शनैः एव मम कृते मम कृते सम्यक् एव आसीत् तत्र प्रायः इण्टर्नेट् कनेक्षन् अत्र तु महा इण्टर्नेट् मध्ये नास्ति महोदय सर्वदा भवत्याः ध्वनिः अन्तर्गतं बहिः आगतम् very soft bagini am her tone is I it's very hard to listen all the time I have to really concentrate to hear what I don't know what to do because I use hearing aid come to anything no, loud bagini loud okay probably all of us should increase our volume but I am okay I heard it well so no issue Bagini, you have a very keen hearing too, Bagini. Being a teacher, you have a keen hearing. No, I wear this, headphones, right? Otherwise, background noise is loud. So probably because of that, that noise filtering is happening. Okay. Bagini. Oh, dear, Antima Rupam, तेष्टिग् एव अन्तिमरूपम् इदानीं योगः त अस्ति तेष्टिग् योगः त अत्र अल्गाभ्य दीर्घात् न पूर्वम् अत्र किमस्ति गुणकार्यं भवति अतः तेष्टेग् इति भवति तकारः तु अल्गाभ्यो दीर्घात् सुवृत्तम् इत्यनेन अपगच्छति अतः अत्र ते तिग् एव तिष्ठति खलु महोदय अत्र लङ् अस्ति अतः सर्वत्र अडागमः भवति लुङ् लुङ् लृङ्क्षु अडदातः इत्यनेन अनन्तरम् ईत् अस्ति ईत् अत्र एतत् गुणकार्यं भवति अतेष्टेग् इति भवति अत्र ईत् अस्ति अतः अत्र नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन अभ्यस्तस्य अत्र लघु उपदा अस्ति अपि अत्र गुणनिषेधकः भवति अतः तत्र अतेष्टिग् इति भवति तेष्टिग् ईत् अतेष्टिग् इति भवति ईत् अस्ति अतः अनन्तरम् अतेष्टिग् अत्र ताम् अस्ति हलादि अपि तस्ति अतः गुणनिषेधः भवति अतेष्टिग् एकं सूत्रं दृष्टवन्तः किल जशस्ततो दोर्धः अत्र जशस्ततोर्दोर्धः इत्यनेन प्रत्ययादौ तकारः अस्ति चेत् दकारः आगच्छति सत्यं जशस्ततोर्दोर्धः इत्यनेन अतः तत्र अते तिग्धाम् इति भवति अते तिग्धाम् इति भवति अतेष्टिग्धाम् इति भवति अनन्तरम् अत्र उः अस्ति हु अत्र अजादि अपि तस्ति अतः तत्र अतेष्टिग् अतेष्टिगुः इति भवति सत्यम् अनन्तरं यस् योगः ईः अत्र अतेष्टिग् योगः इस् अत्र प्रथमं गुणं भवति एव अतः एतत् हलादि पित् अस्ति अतः गुणकार्यं भवति अते अतेष्टेग् इति भवति अत्र हल्याभ्यो दीर्घात् श्रुतिसपृक्तम् इत्यनेन सकारस्य लो इत् सकारः इत् भवति अतः अतेष्टेग् इति भवति अनन्तरं ईः अस्ति ईः अत्र नाभ्यस्तस्याचि इति सार्वधातुके इत्यनेन गुणनिषेधः भवति अतः तत्र अते स्टिगीः भवति स्टिगीः भवति अनन्तरं अते अतेष्टिक्तम् इति भवति अतेष्टिक्त इति भवति अनन्तरम् अम् अस्ति अत्र गुणकार्यं भवति परन्तु अत्र नाभ्यस्तस्याचि इति सार्वधातुके इत्यनेन गुणनिषेधः भवति अतः तत्र अतेष्टिगम् इति भवति समीचीनं वा महोदय सत्यम् अतेष्टिकम् अतेष्टिकम् अतेष्टिगव अतेष्टिग्म अतेष्टिग्म इति भवति स्टिग्व स्टिग्म सत्यं विधिलिङ्ग् वदतु भगिनि अनन्तरं विधिलिङ्ग् अत्र तेष्टिग् इति भवति अत्र यात् यातां युः सर्वत्र अत्र विधिलिङ्ग् मध्ये हलादि अपि तस्ति अतः सर्वत्र कार्यं किमपि नास्ति एव अतः मेलनमेव वर्णमेलनमेव तेष्टिग् यात् तेष्टिग् यातां तेष्टिग् युः तेष्टिग् याः तेष्टिग् यातं तेष्टिग् यात तेष्टिग् यां तेष्टिक् याव तेष्टिक् याम इति अस्ति सम्यक् तावदेव तेष्टिक्यस्यापि आस्कन्दने गतौ इत्येव अर्थः समानार्थकौ अर्थकौ समानार्थकाः तत्र त्रयः दातवः दृष्टवन्तः अद्य तेतिक् तेतिग् ष्टिग् तेष्टिग् इति समीचीनं प्रायः अग्रिमसप्ताहे वयं चकारान्तस्य साधनं कुर्मः रूपसाधनं समीचीनं वा धन्यवादः महोदय धन्यवादः अतः धन्यवादः शुभरात्रिः धन्यवादः भगिनी नमस्कारः